पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 182 शिव उवाच अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि द्विजन्मा भावशर्मेदि तथासीत् गणिकापदिः खादन्मांसं पिबन्मद्यं चोरयन् साधुसम्पदः रममाणः परस्त्रीभिराकेटककुतूहली अत्यवाहयदत्युग्रो गरीयांसं मनोरथं सुहृदां विडगोष्ठ्यां च तालीफलसुधारसं निपीयकण्ठपर्यन्तमजीर्णेनादिपीडितः मृदकालेन पापात्मा जातस्ताली तरुर्महान् तस्य छायामुपाश्रित्य निबिडामधिशीतलाम् अभूदां दम्पती कौचिद्ब्रह्मराक्षसदाङ्गदौ देव्युवाच किं जादीयौ किमात्मानौ किं वृत्ता वित्युदीरय कर्मणा केन वा देव ब्रह्मराक्षसदा तयोः शिव उवाच वेदवेदाङ्गतत्त्वज्ञसर्वशास्त्रार्थकोविदः सदाचारो भवत् कश्चिद्दिवजो नाम कुशीवलः जाया च तस्य कुमदिनामधेया दुराशया ससभार्यो महादानान्याददानोदिलो भवान् महिषीं कालपुरुषं हयादीननुवासरम् अप्रयच्छन् द्विजादिभ्यो दानलब्धां वराटिकां कालेन दम्पतीप्रदौ ब्रह्म राक्षसरूपिणौ पर्यटन्तौ महीमेधां क्षुत्रशाकुलविग्रहौ विश्वश्रमतुरागत्यमूलं तालीतरोस्ततः कथमेदन्महादुःखमावयोरपगच्छति कथं वा जायते मुक्तिर्ब्रह्म राक्षसयोनितः इति पृष्टो गृहण्यासौ ब्राह्मणः समभाषत ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात् विना कर्मविधिज्ञानात् कथं मुच्येदसङ्कटात् भार्योवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु अष्टमध्यायश्लोकार्धश्रवणात् स तरुस्तदा विहाय तालीरूपं तत् बभूव द्विजसत्तमः सद्योज्ञानविधूतात्मा विमुक्तः पापकञ्चुकाद तन्माहात्म्याद्विनिर्मुक्तौ दम्पतीतौ बभूवधुः एतावदेव मुक्तं च देवाग्निर्गत्य तन्मुखाद ततोऽन्तरिक्षादायान्तं क्वणत्किङ्किणिकं शुभं दिवि दिव्याङ्गनावक्त्रचन्द्रमण्डलमण्डितम् अप्सरोवदनां भोजभ्राम्यभ्रमरसङ्कुलं निर्मध्यमानदुग्धाग्धिवेलाडिण्डिरपाण्डुरैः गङ्गातरङ्गसुभगैश्चामरैरुपशोभितं गायद्गन्धर्वसुभगं नृत्यसुरवधूषदम् दिव्यं विमानमारूढौ दम्पती जग्मदुर्दिवम् अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकं ततो लिखेखमेधावी श्लोकार्धमिदमादराद ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम् आराधयितुमन्विच्छन् देवदेवं जनार्दनं स तत्र कर्तुमारेभे तपः परमुदारधीः अत्रान्तरे जगन्नाथो देवदेवो जनार्दनः पृष्टो दुग्धाब्धिसुतया संयोज्य करसम्पुटं निद्रापद्धं विहायैव स्थीयते कथ्यतामिति श्रीभगवानुवाच काश्यां भागीरथीतीरे तपस्यदितरां द्विजः भाव शर्मादिमेधावी मद्भक्तिरसपूरितः जपन् गीताष्टमाध्यायश्लोकार्धं नियतेन्द्रियः सन्तुष्टवानहं देवि तदीयतपसा भृशं चिरं विचारयन्नेव तत्तपःसदृशं फलं दातुमुत्कण्ठितमना वर्तेयं साम्प्रतं प्रिये पार्वत्युवाच हरिप्रसन्नभूतोऽपि चिन्तां प्राप यदि प्रभो भावशर्मा हरेर्भक्तः प्राप्त किं तत्फलं पुनः श्रीमहादेव उवाच तदप्रसादमासाद्य प्रसन्नस्य मुरद्विषः सुखमात्यन्तिकं प्राप भावशर्माद्विजोत्तमः लेभिरे पदवीं सर्वे तदीया अपि वंशजाः तत्कर्मवशतो ये वै सम्प्राप्ता यादनां पुरा येदेवाष्टमाध्यायमाहात्म्यं किञ्चिदेव ते कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च इति श्रीपाद्मे महापुराणे उत्तरखण्डे द्व्यशीत्यधिकशततमोऽध्यायः ॐ